पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायम् 80 पार्वत्युवाच कोरेकलियुगे प्राप्ते विषयग्राहसङ्कुले पुत्रदारधनाद्यार्थैस्तत्कथं धार्यते विभो तदुपायं महादेव कथयस्वकृपानिधे ईश्वर उवाच हरेर्नाम हरेर्नाम हरेर्नामैव केवलं हरे राम हरे कृष्ण कृष्ण कृष्णेति मङ्गलम् एवं वदन्ति ये नित्यं न हि तान् बाधते कली अन्धरान्धरकर्माणि कृत्वा नामानि च स्मरेद कृष्ण कृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमाद सोऽपि पापात् प्रमुच्येद तूलराशेरिवानलः जयाद्यदत्वया वाप्यधवा श्रीशब्दपूर्वकं तच्च मे मङ्गलं नाम जपन् पापात् प्रमुच्यते दिवान्निशि च सन्ध्यायां सर्वकालेषु संस्मरेद अहर्निशां स्मरन् रामं कृष्णं पश्यति चक्षुषा अशुचिर्वाचुचिर्वापि सर्वकालेषु सर्वदा नाम संस्मरणादेव संसारान्मुच्यते क्षणाद नानापराधयुक्तस्य नामापि जहरत्यखं यज्ञव्रततपोदानं साङ्गं नैव कलौ युगे गङ्गास्नानं हरेर्नाम निरपायमिदं द्वयं हत्यायुधं पापसहस्रमुग्रं गुर्वङ्गनाकोडिनिषेवणं च स्तेयान्यधान्यानि हरे प्रियेण गोविन्दनाम्ना न च सन्धिभद्रे अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यस्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरशुचिः नाम संस्मरणादेव तथा तस्यार्थचिन्तनाद सौवर्णीं राजदीं वापि तथा पैष्ठीं स्रगाकृतिं पादयोश्चिह्निदां कृत्वा पूजां चैव समारभेद दक्षिणस्य पदोऽङ्गुष्ठमूले चक्रं बिभर्ति यः तत्र नम्रजनस्यापि संसारच्छेदनाय च मध्यमाङ्गुलिमूले तु दत्ते कमलमच्युतः द्यादृचित्तद्विरेफाणां लोभनायादिशोभनं पद्मस्याधोध्वजं दत्ते सर्वानर्थजयध्वजं कनिष्ठामूलदो वज्रं भक्तपापौकभेदनं पार्श्वमध्यें कुशं भक्तचित्ते रभसकारणं भोगसम्पन्मयं दत्ते यवमङ्गुष्ठपर्वणि मूले गदां च पापाद्रिभेदनीं सर्वदेहिनां सर्वविद्याप्रकाशाय दत्ते स भगवानजः पद्मादीन्यपि चिह्नानि तत्र दक्षिणयत्पुनः वामपादे वस्येत्सोऽयं बिभर्ति करुणानिधिः तस्माद् गोविन्दमाहात्म्यमानन्दरससुन्दरम् शृणुया कीर्तयेन्नित्यं सनिर्मुक्तो न संशयः मासकृत्यं प्रवक्ष्यामि विष्णो प्रीतिकरं परं ज्येष्ठे तु स्नापनं कुर्यात् श्रीविष्णोर्यत्नदशुचिः दैनंदिनं तु दुरिदं पक्षमासर्तु वर्षजं ब्रह्महत्यासहस्राणि ज्ञादाज्ञातकृतानि च स्वर्णस्थेयसुरापानगुरुतल्पायुतानि च कोटिकोटिसहस्राणि ह्युपपापानि यानि च सर्वाण्यथ प्रणश्यन्ति पौर्णमास्यां तु वासरे आसीं चेदच्युतमूर्ध्नि तदैतत्कलशोदकम् पुरुषसूक्रेण मन्त्रेण पावमानीभिरेव च नालिकेरोदकेनाथ तथा तालफलाम्बुना रत्नोदकेन गन्धेन तथा पुष्पोदकेन च पञ्चोपचारैराराध्य यथा विभवविस्तरैः खं खण्डायै नम इति खण्डावाद्यं प्रतापयेद पतितस्व महाध्वानन्यस्तपातकसञ्चये पाहिमां पापिनं घोरः संसारार्णवपादिनं ययेवं कुरुदे विद्वान् ब्राह्मणश्रोत्रियशुचिः सर्वपापैः प्रमुच्येद विष्णुलोकं स गच्छति आषाढशुक्लैकादश्यां कुर्यात् स्वापमहोत्सवम् आषाढे च रथं कुर्यात् श्रावणे श्रवणाविधिम् भाद्रे च जन्मदिवस उपवास परो भवेद प्रसुप्तस्य परिवर्तमाश्विने मासि कारयेद उद्धानं श्रीहरे कुर्यादन्यथा विष्णुद्रोहकृद शुभे चैवाश्विने मासि महामायां च पूजयेत् सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः कार्तिके पुष्यमासे च कामधपुण्यमाचरेद दामोदराय दीपं च प्रांशुस्थाने प्रदापयेद सप्तवर्तिप्रमाणेन दीपस्याच्चतुरङ्गुलः पक्षान्ते च प्रकर्तव्या दीपमालावलिशुभा मार्गशीर्षे सिदे पक्षे षष्ठ्यां च सिदवस्त्रकैः पूजये जगदीशं च ब्रह्माणं च विशेषदः पौषे पुष्पाभिषेकं च वर्जये चन्दनं श्रद्धं सङ्क्रान्त्यां माघमासे च साधिवासिदतण्डुलाद नैवेद्यं विष्णवे दद्यादिमं मन्त्रमुदीरयेद ब्राह्मणान् भोजयेद्भक्रिया देवदेव पुरस्थितान् अभ्यर्च्य भगवद्भक्तान् द्विजांश्च भगवद्धिया एकस्मिन् भोजिदे भक्ते कोटिर्भवति भोजिता विप्रभोजनमात्रेण व्यङ्गं साङ्गं ध्रुवं भवेद् पञ्चम्यां शुक्लपक्षे दुस्नापयित्वा च केशवं पूजयित्वा विधानेन च्यूतपल्लवसंयुतैः फलचूर्णैश्च विविधैर्वासितैः पडसाधितैः काननं रमणीयं च प्रदीप्तं दीपदीपितं द्राक्षेक्षुरम्भाजम्भीर नागरङ्गं च पूगकं नालिकेरं च धात्रीं च कनसं च हरीतकीम् अन्यैश्च वृक्षखण्डैश्च सर्वर्तु कुसुमान्विधैः अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः विधानैकुसुमोद्दामैर्वारिपूर्णकटैस्तद्धा चूदशाखोपशाखाभिशोभितं चत्रतामरैः जयकृष्णेदि संस्मृत्य प्रदक्षिणपुरःसरं विशेषधकलियुगे दोलोत्सवो विधीयते फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके अथवा पौर्णमास्यां दुप्रतिपत्सन्धिसंज्ञके पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः सितरक्तैर्गौरपीदैः कर्पूरादिविमिश्रितैः हरिद्रारागयोगाच्च रङ्गरूपैर्मनोहरैः अन्यैर्वा रङ्गरूपैश्च प्रीणयेत् परमेश्वरम् एकादश्यां समारभ्य पञ्चम्यां तं समापयेद् पञ्चाहानि त्र्यहानि वा दोलोत्सवो विधीयते दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः दृष्ट्वा पराधनिचयैर्मुक्तास्तेनात्र संशयः निक्षिप्य जलपात्रे जमासि माधवसंज्ञके सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यधमृण्मये तोयस्तं योऽर्चयेद्देवं शालग्रामसमुद्भवं प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेद वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणं पूर्वे पूर्वे तु वादस्ते दमनादिषु कर्मसु प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेद् वैशाखे च तृतीयायां जलमध्ये विशेषतः अथवा मण्डले कुर्यान्मण्डपे वा बृहद्वने सुगन्धचन्दनेनाङ्गं सुपुष्टं च दिने दिने यथा प्रयत्नद कुर्यात् कृशाङ्गस्येव पुष्टितं चन्दनागुरुह्रीबेर कृष्णकुङ्कुमरोचन जडा मांसीमुरा चैव विष्णोर्गन्धाष्टकं विदुः तैस्तैर्गन्धयुतैश्चापि विष्णोरङ्गानि लेपयेद् दृष्टं च तुलसीकाष्ठं कर्पूरा गुरुयोगदः अथवा केसरैर्योज्यं हरिचन्दनमुच्यते यात्राकाले च ये कृष्णं भक्त्या पश्यन्ति मानवाः न तेषां पुनरावर्तिकल्पकोटिशतैरपि सुगन्धमिश्रितैस्तोयैर्देवदेवं गलन्ति ये अथवा पुष्पमध्ये दुस्थापये जगदीश्वरं वृन्दावनं तत्र गत्वा उपस्कृत्य फलानि च विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः नारिकेलफलं बीजकोशं चोद्धृत्य दापयेद् कोण्डाफलं च पनसं कोशमुद्धृत्य दापयेद् दध्ना विमिश्रितं चान्नं कृतेनाप्लुत्य दापयेद् पाजितं पिष्टकं पूपमष्टादश कृतेन च तैलैश्च शिलसम्मिश्रैः फलं पक्वं प्रतापयेद् यद्यदेवात्मनप्रीतं तत्तदीशाय दापयेद् दत्त्वा नैवेद्यवस्त्रादि नाददीतकथञ्चन त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः इति ते कथितं किञ्चित् समासेन महेश्वरि गोपनीयं प्रयत्नेन स्वयो निरिव पार्वति श्रीकृष्णरूपगुणवर्णनशास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत् खलु मनः किमु कामिनीभिः तच्चेतसा प्रभजदां व्रज बालकेन्द्रं वृन्दावनक्षुदितलं यमुनाजलं च कल्लोकनाथपदपङ्कजधूलिमिश्रलिप्तं वभुः किल वृथा गरुचन्दनाद्यैः इति श्रीपद्मपुराणे पादालखण्डे उमामहेश्वरसंवादे वृन्दावनमाहात्म्ये अशीतितमोऽध्यायः ॐ